नमस्कारः. अद्यतनकरपत्रं कर्मणि भावे च इति द्वितीयकरपत्रं वर्तते. गते सप्ताहे अत्र सनन्तानां यङन्तानां रूपाणि दृष्टवन्तः खलु. समाप्य अधुना वयम् अधुना अग्रे डि इति परिच्छेदः वर्तते. लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् इति एषु लकारेषु यत् एतावत्पर्यन्तं वयं तु लटि एव रूपाणि दृष्टवन्तः. किन्तु अत्र यत्र अन्यलकाराः सन्ति तेषां का स्थितिः, अनन्तरं लटि दृष्टवन्तः. अनन्तरं वयं तु सार्वधातुकलकारेषु यक् प्रत्ययः विधीयते इति वयं जानीमः. तत्र तु वयं अस्माकं प्रश्नः क्लेशः नास्ति, इकारः मध्ये उपविशति. किन्तु लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् तेषां का स्थितिः इति अधुना पश्यामः. अस्तु, अरुणा भगिनी आरम्भं करोति किं भगिनि? बि इति परिचयः बि लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ् एषु लकारेषु यक् प्रत्ययः न विधीयते. अत्र दत्तं वयं सार्वधातुकलकारेषु भावकर्मण प्रक्रिया पठितवन्तः. अधुना लिट् अधधातुकप्रत्यये अधधातुकलकारेषु किं भवति इति वक्तं. लिट् लुट् लुङ् लुट् प्रत्ययः विधीयते केषु लकारेषु यक् प्रत्ययः विधीयते किं भगिनि? केषु लकारेषु यक् प्रत्ययः विधीयते? लट् लङ् लोट् विदिलिङ् इति सार्वधातुकलकारेषु यक् प्रत्ययः कर्मणि कर्मभावकर्मणोः इति सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः अत्र करपत्रे यत् दत्तमस्ति भगिनि किं भगिनि सरला भगिनि सरला भगिनी किमपि उक्तवती खलु, न श्रुतम्? आम् उक्तवती, यथा अन्या भगिनी उक्तवती लट् लोटि लिङि विधि अपि तु यङन्तधातव सनन्तधातव सार्वधातुक यत् विधीयते तत्रापि साधु. तत्तु आमां तत्तु भिन्न नूतनधातवः सन्ति खलु. सर्वेषां धातूनां यत्किमपि धातुः भवतु, आतिदेशिकधातुः वा औपदेशिकधातुः वा भवतु, तेषां धातूनां यत्र यत्र लट् लोट् लङ् विधिलिङ् भवति तत्र तत्र एक प्रत्ययः भवति. औपदेशिकधातूनामपि आतिदेशिकधातूनामपि. आतिदेशिकधातूनां वयम् उदाहरणत्वेन यङ् अनन्तरं सन् इति दृष्टवन्तः. किन्तु अन्यत्रापि भवति खलु. किन्तु यत्र न भवति इत्युक्ते यत्किमपि धातु आतिदेशिकधातु वा औपदेशिकधातुः वा भवतु, यत्र आर्धातुकलकाराः सन्ति तत्र एकः प्रत्ययः न विधीयते इति अग्रे उक्तमस्ति, यत्र न भवति इति लकारस्य विषये. भगिनि अत्र पठितुं पठति किं भगिनि सार्वधातुके यक् इति सूत्रेण इति? आं भगिनि, सार्वधातुके यक् पठितवान् इति सूत्रेण धातुभ्यः यक् प्रत्ययः भवति भाववाचके कर्मवाचके च सार्वधातुकप्रत्यये परे. अस्य कथनस्य आशयः एवं यत् भाववाचके कर्मवाचके च आर्धधातुकप्रत्यये परे यक् प्रत्ययः न विधीयते. लिटि लुटि लुटि लुङ्गि आशीर्लिङ् लुङ्गि च धातुना यः प्रत्ययः दृश्यते सः आर्धधातुकः न तु सार्वधातुकः. अतः येषु लकारेषु भावार्थे कर्मार्थे च यक् न भवति. वयं पठितवन्तः प्रथमं पठितवन्तः येषु लकारेषु यक् प्रत्ययः न विधीयते इति. सार्वधातुक यक् सूत्रं वदति धातुभ्यः यक् प्रत्यय भाववाचक कर्मवाचक भाववाचक भाववाचक कर्मवाचक सार्वधातुकप्रत्यये परे अस्ति यत् प्रत्यये आगच्छति परन्तु लिट्टि लुटि लुटि लुङ्गि आशीर्लिङ्ग् लुङ् च धातूनां प्रत्ययः अर्धधातुकप्रत्ययः ततः यक् प्रत्ययः न विधीयते न भवति आं भगिनि क्षम्यताम् अत्र एते किमर्थम् आर्धधातुकलकाराः इति वदेम इति स्मरन्ति किं लिटि आं भगिनि आर्धधातुकलकारः आर्धधातुकलकार यत्र धातुतः प्रत्यक्ष सार्वधातुकप्रत्ययन प्रत्ययेन दृश्यते तदेव आर्धधातुक इति कुत्रचित् तथा अस्ति किन्तु कुत्रचित् साक्षात् पाणिनिना उक्तमस्ति आर्धधातुकलकारः इति उदाहरणार्थं लिट् अस्माकं सूत्रमस्ति किञ्चित् सार्वधातुकम् इति सूत्रम् अनन्तरम् आर्धधातुकं शेषः इति सूत्रं वर्तते तदनन्तरं पाणिनिना उक्तं लिट् च इति उक्तम् इत्युक्ते लिट् अपि आर्धधातुक लिट् लकारः अपि आर्धधातुकः इति उक्तमस्ति पाणिनिना स्पष्टतया उक्तमस्ति पृथक्तया उक्तमस्ति केवलं यत् धातु पश्यति वा न पश्यति वा इति वदनस्य भिन्न अत्र तु भेदः वर्तते खलु यत्र पाणिनिना साक्षात् उक्तमस्ति लिट् च इति सूत्रेण साक्षात् आर्धधातुकत्वं विधीयते अनन्तरम् आशीर्लिङ्ग् इत्यस्य अपि लिङ्गाशिषि इति सूत्रेण आर्धधातुकम् आरोपितं भवति अनन्तरम् अस्ति इति द्वयोः अपि आर्धधातुकत्वम् आरोपितं भवति अनन्तरम् अस्ति द्वितीयसूत्रमस्ति स्यथासि लृटोः इति सूत्रेण लुटि लृटि लृणि त्रिषु अपि स्यथा इति प्रत्ययौ आगच्छति मध्ये आगत्य यथा भगिनी उक्तवती मध्ये आगत्य उपविशति लकार अवस्थायामेव मध्ये आगत्य उपविशति धातुः योगः स्य नो चेत् धातुः योगः तात् योगः लकारः इति लकारस्य सोपाने एव आगत्य उपविशति कृत्वा धातुः कदापि तत्र यदा लकारः तु साक्षात् आर्धधातुकः अस्ति खलु तिङ्गपि नास्ति शित्तपि नास्ति लकारः आर्धधातुकः तस्मिन्नेव स्थित्याम् आगत्य उपविशति तदनन्तरं लकारस्य स्थाने यत्र सिबादयाः आगच्छन्ति तत्तु न पश्यति एव ते एव सार्वधातुकाः सन्ति खलु इति प्रत्ययः तादृशतिप्रत्ययान् न पश्यन्ति एव तिङ् तिङ् न पश्यति एव तिङ्क्षितेव सार्वधातुकः अस्ति खलु तिङ् न पश्यति एव लैक् लकारावस्थायामेव आगत्य उपविशति इति कृत्वा एते अपि आर्धधातुकलकाराः भवन्ति लुट् लृट् लृङ् एतेषां कृते स्यतासि लृटुः इति सूत्रम् अनन्तरमस्ति लुङि लुङि किं का स्थितिः अत्र श्लीलुङि इति सूत्रम् अस्ति खलु इति सूत्रम् अनेन श्ली प्रत्ययः मध्ये आगत्य उपविशति अत्र ची प्रथमं तु श्ली इति आदेशः भवति मध्ये उपविशति तदनन्तरं ची इत्यस्य श्ली इत्यस्य स्थाने अन्ये प्रत्ययाः आगच्छन्ति इति कृत्वा लकारावस्थायाम् अत्र अपि लुङि अपि तथा सा एव स्थितिः इति कृत्वा एते सर्वे आर्धधातुकलकाराः इति वयं वदेम प्रक्रियायाम् आर्धधातुकाः भवन्ति लृट् लुट् लृट् लृ अनन्तरं लुङ् इति अनन्तरं पाणिनिना आरोपितं भवति लिट् आशीर्लिङ्ग् अस्तु तत्र सार्वधातुके यस् इति प्रत्यये इति सूत्रं किं वदति यत् प्रत्ययः विधीयते धातुभ्यः विधीयते भाववाचके कर्मवाचके केवलं सार्वधातुके परे अस्ति चेत् एव भवति इति कृत्वा यत्र आर्धधातुकलकाराः सन्ति तत्र तु लकारावस्थायाम् एव मध्ये उपविशति चेतपि अत्र तु यक्कप्रत्ययः न भवति इति अत्र उक्तमस्ति आं भगिनि धन्यवादः भगिनि धन्यवादः मणिमहोदय अग्रे पठामि महोदय एषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति भावप्रयोगे कर्मणि प्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदिनसमीकः समीकाः तिङ्प्रत्ययः एव विधीयते पूर्वं पठितवन्तः सार्धधातुक यक् युस्त्रं सूत्रं सार्वधातुक प्रत्ययः भवति इति. इदानीं षट्सु लकारेषु इत्युक्ते लिट् लुट् लुरिट् लुङ् आसि लिङ् लुङ् इति धातु षट्सु लकारेषु एकमेव भाविकप्रयोगो वा कर्मणि प्रयोगः सर्वेभ्यः एकमेव आत्मनेपथ्यरूपमेव भवति इति दत्तम्. अत्र भावकर्मणोः भावकर्मणोः विहितस्य लस्य तिपादेः आत्मनेपथ्यः भवन्ति. भाव च कर्म च द्वयोरितरेतुर द्वन्द्वोः भावकर्मणि द्वयोर् भावकर्मणोः भावकर्मणोः सप्तम्यन्तम् एकपदन्तं सूत्रम् अत्र विषयसप्तमी अनुदात्तङितः आत्मनेपदिनम् इत्यस्मात् आत्मनेपदि पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं भावकर्मणो आत्मनेपदि पदम् इति. आर्धदात्तकप्रत्ययपरे भावकर्मः द्वयोः अपि आत्मनेपदमेव भवति इति अत्र दत्तं. दत्तु आत्मनेपदम् अनुदात्तङित आत्मनेपदिम् इति सूत्रमेव भावकर्मणः आदधातुके आत्मनेपदिपदं पदं भवति तिङ्प्रत्यये आत्मनेपदं भवति इति तत्र विहितः दत्तं महोदय. अत्र तु आर्धधातुकः सार्वधातुकः इति नास्ति, यत्र कुत्रापि भावकर्मणोः विषये आत्मनेपदम् सार्वधातुकलकारे अपि आत्मनेपदमेव, आर्धधातुकलकाराणामपि आत्मनेपदमेव इति. अत्रापि आत्मनेपदमेव कर्मणि भावकर्मणे कर्तरि किञ्चित् तत्पदे किं महोदय? कर्तरि तु परस्मैपदि आत्मनेपदि इति स्वरव्यवस्थानुसृत्य भवति. पठामि वा? धन्यवादः. भवान् पठतु, भवान् पठतु, भवान् इष्टवान् इति कृत्वा एव भवान् पठतु. अस्तु, धन्यवादः. तेषु षट्सु लकारेषु भावकर्म प्रक्रियायां भावार्थकं कर्मार्थकं सिग्नम् अन्यं किमपि न भवति. अतः येषु लकारेषु धातुः आत्मनेपति चेत् कर्तर्थे कर्मार्थे च बहुत्र रूपं समानमेव. धातुः परस्मैपदिः चेत् आधिक्येन तावत् भेदः कर्तरि कर्मणि च यत् कर्तर्थके परस्मैपदीपदसम्यकः. तिङ्प्रत्ययः विधीयते कर्मार्थे आत्मनेपदीसम्यकः तिङ्प्रत्ययः विधीयते. यदा पाणे इति धातुः परस्मैपदिः तस्य कर्तरि लिरिट् पास्यति भवति, कर्मणि लिरिटि पास्यते इति. अत्र भावकर्मप्रयोगे एकमेव रूपम् अन्यत् किमपि नास्ति द्वयोः मध्ये इति दत्तम्. येषु षट्सु लकारेषु आत्मनेपदे कर्म कर्तर्थके वा कर्मार्थके वा समानमेव रूपं भवति इति. परस्मैपदि धातुः अस्ति चेत् अत्र कर्तरि प्रयोगे कर्मणि प्रयोगे भिन्नः अस्ति इति. परस्मैपदि धातुः अस्ति चेत् कर्तरि प्रयोगे परस्मैपदि धातुः उदाहरणं पादधातुः पाष्यति इति, कर्मणि प्रयोगे पाष्यते इति रूपम् इति महोदय. अत्र विभेदः नास्ति यक् प्रत्ययः. अत्र तु किम् अस्ति, मध्ये तु यक् प्रत्ययः न विधीयते. अनन्तरं किमस्ति, अत्र आत्मनेपदसंज्ञा अस्ति. लृट्टि कर्मणि कर्तृवाच्ये कर्मवाच्ये भेदः कः इति पश्यामः चेत् अत्र समानकार्याणि भवन्ति इति कृत्वा अन्ते यत् आत्मनेपदप्रत्ययाः भवन्ति इति एव भेदः. अन्ये तु रूपा अन्यथा पश्यामः चेत् समानरूपाणि सन्ति इति. अस्तु महोदय, अत्र यकारः अस्ति स्य इत्यस्य यकारः वा शेष्यते इति? स्य इत्यस्य, आं महोदय. सर्वत्र तु प्रक्रिया अत्र तु विकरणप्रत्ययाः भवन्ति खलु, गणमनुसृति गणमधिकृत्य विकरणप्रत्ययः न सन्ति, किन्तु लकारम् अधिकृत्य विकरणप्रत्ययः भवन्ति खलु तादृश इति विकरणप्रत्ययः। आम्, परन्तु लुङ् लकारे इति यकारः अत्र नास्ति एव, लिट् एव अस्ति स्यात्। केवलं लिट् इत्यस्य आदौ महोदय प्रथमं लिट् इत्यस्य पश्यामः, लिट् इति पश्यामः चेत् तत्र तु किमपि अन्यत् किमपि नास्ति, केवलम् अन्ते प्रत्यय तिङ् प्रत्ययस्य एव भेदः भवति, पदभेदः। सरला अस्तु, उदाहरणानि सन्ति यत्र लिट् लकारे कर्तरिवाच्ये अपि कर्मणि वाच्ये, यथा भवती उक्तवती इदानीं कर्तरिवाच्ये परस्मैपदी धातुः अस्ति, तत्र तिबादयति आगच्छति, कर्मणि यदि धातव आत्मनेपदी सन्ति तत्र तिबादयते, किन्तु आत्मनेपदी कर्तरि वा कर्मवाच्ये यत् लिट् लिट् लकारे कोऽपि भेदं न दृश्यते तत्र, केवलं तिबादयभेदं दृश्यते यदि परस्मैपदी धातु अस्ति। चि धातु चेष्यति चेष्यते चेष्यते कर्मणि इति अस्ति, चि धातु उभयपदे अस्ति, अतः कर्मणि पद कर्तृवाचके परस्मैपदी चेष्यति चेष्यते इति, यदि आत्मनेपदे अस्ति तस्य कर्मवाच्यम् अस्ति चेष्यते, नि नेष्यति नेष्यते, हु होष्यति होष्यते, भू भविष्यति भविष्यते, कृ करिष्यति करिष्यते करिष्यते, कृ अपि उभयपदी धातुः अस्ति, तृ तरिष्यति तरिष्यते, हन् हनिष्यति हनिष्यते, ग्रह ग्रहीष्यति ग्रहीष्यते, दृष् द्रक्ष्यति द्रक्ष्यते, लिख् लेक्ष्यति लेक्ष्यते, मुद् मोदिष्यते मोदिष्यते। सो इदानीं लिट् लकारे वयं दृष्टवन्तः धातोः परे आर्धधातुकप्रत्ययः अस्ति, यथा स्य अस्ति लिट् लकारे, तस्य आर्धधातुक सार्वधातुक आर्धधातुकयो इति तस्य गुणं भूत्वा तदनन्तरं तिबादे तत्र आगच्छति, किन्तु भावकर्मणयोः तत्र केवलं तत्र अपि गुणकार्यम् अस्ति, तिबादे आत्मनेपदे अस्ति। चि चेष्यति तत्र चिका सार्वधातुकार्धकार अनेन चे गुणं भूत्वा इकारस्य एकार भवति, तदनन्तरं स्य इति तस्य आदेशप्रत्ययो अनेन सकारस्य षकार भवति, सो चेष्यति इति परस्मैपदी चेष्यते इति अस्ति आत्मनेपदी धातु, तथैव नि नेष्यति भवति नेष्यते, हु होष्यति अतः उकारस्य ओकार भवति सो होष्यति होष्यते, भू भो गुणकार्यं भवति, तदनन्तरं मेचो वयावरणे भव भवति, तदनन्तरं स्य इति आर्धधातुकप्रत्ययः अस्ति, आर्धधातुक अस्ति तत्र आर्धधातुकबलादि अनेन इदागमस्य चिन्तनम् अस्ति, तत्र भविष्यति भवति भविष्यते, कृ इति तथैव गुणं भूत्वा करिष्यति करिष्यते करिष्यति, तृ तर् इति भवति तत्र गुणं भूत्वा अणरपर भवति, उणरपरस् अनेन तरिष्यति तरिष्यते, हन् केवलं इदागमस्य चिन्तनमस्ति वर्णमेलं हनिष्यति, गृह गृहीष्यति अत्र अत्र ग्रहीष्यति कारण की हलि च अनेन इकारस्य प्रथमम् इडागमः अस्ति, तदनन्तरं हलि च अनेन इकारस्य रेफ अन्ते अस्ति, तदनन्तरं हल् वर्णः अस्ति, तु ग्रहीष्यति इति भवति, साधु अन्यसूत्रमस्ति किं भगिनि पुनः भगिनि क्षम्यता, गृह ग्रहीष्यति इति अस्ति तत्र हलि च अनेन भवति, साधु ग्रहीष्यति न न अन्यत् सूत्रम् अस्ति अन्यत् अस्ति कारणकि गृह गृही तत्र अन्ते रेफ नास्ति साधु अत्र गृहो अलिति दीर्घः इति सूत्रमस्ति भगिनि अन्यत् सूत्रमस्ति अलिफ इति सूत्रं यदि हलन्त किम् अस्ति अस्ति रेफवकारः अस्ति चेत् अनन्तरं तस्य उपधायाम् इकारः अस्ति दृश् द्रक्ष्यति द्रक्ष्यते लिख् लेखिष्यति तत्र पुगन्तलघुपदनेन लेखिष्यति भवति मुद् अत्रापि पुगन्तलघुपदनेन मोदि मोदिष्यति मोदिष्यते साधु आत्मनेपदे अस्ति सो मोदिष्यते इति सो आहत्य अस्ति यकार सार्वधातुक यज्ञ विधीयते तदनन्तरं द्वयोः कर्तरि वा कर्मवाचयो इति सामान्य स्थितिः अस्ति केवलं कर्म भावकर्मणयो तत्र सदा कर्मणि इति बाध्य आत्मनेपदी इति बाध्य आगच्छन्ति तत्र भगिनी वदति किं भगिनि एद् धातोः लृति किं रूपं भावकर्मणोः किं रूपं सामान्यतया किं रूपं किं रूपम् इति एध् शते कर्तरि भवति एध् शते अपि भावकर्मणो भवति उभयत्र समान उभयत्र समानः एध् शते कारणकि एध् धातु इति आत्मनेपदी धातु अस्ति एधते इति कर्तरि महोदय अत्र चीनि इति परस्मैपदी धातु सार्वधातुकप्रत्यये परे अनन्तरं कृ मुद् धातु वा आत्मनेपद धातु वा आदर्तप्रत्यये परे एव भवति वा महोदय किं महोदय पुनः वदतु महोदय अहं न श्रुतवती पूर्वं प्रथम ची धातुः नी धातुः अत्र गुणः भवति सार्वधातुके प्रत्यये परे इति आम् सार्वधातुक आर्धधातुकः इत्यनेन गुणः भवति परन्तु मुद् धातुः अत्र पुगन्धलघुपदस्य इत्यनेन तदपि सार्वधातुक आर्धातुकः इति पुगन्धलघुपदस्य च इत्यस्मिन् अपि सार्वधातुक आर्धातुकः इति अनुवृत्तिः अस्तु भवान् वदति किं महोदय एतद् धातुः दा धातोः ददाति दादातोः लृटिरूपं किं कर्तृ लृटिरूपं किं कर्मणि लृटिरूपं किम् इति कर्तरि दास्यते वा महोदय सत्यं महोदय दास्यति अनन्तरं दास्यति अनन्तरं स्नादातोः पुष्पा भगिनी वदति किं भगिनी स्नाति इति स्नादातुः स्नाति अत्र स्नाटि न लिटि स्नास्यते स्नास्यति इति कर्मणि कर्त्री कर्मणि स्नास्यते इति भाव अनन्तरमस्ति अस्तु अत्र किम् अस्ति मुच् धातुः अस्ति खलु मुञ्चति इति मुच् धातुः तस्य रूपं किम् इति वदति किं कः वदति अरुणा भगिनी वदति किं भगिनि मुञ्चति भगिनि मुञ्चति मुञ्चति इति रूपद्वयं भवति उभयपदी धातुः अस्ति मुञ्चते कर्मणि प्रयोगे मुञ्चते इति रूपमागच्छति खलु धृति खलु नृतिरूपं पृच्छामि, मोक्ष्यति इति भवति, मोक्ष्यति मोक्ष्यते इति रूपं भवति. तस्य अनन्तरं भावकर्मणोः इति कर्मणि तु प्रयोगे तु भावकर्मणोः तु केवलं मोक्ष्यते इति रूपं मोक्ष्यते एव. लटि तत्र गुण न भवति कारणे तत् उदादिगणे शकार अस्ति, सो आर्धधातुके अत्र गुण भवति लटि महोदय. मणिमहोदय भवान् वदति किं पच् धातुः, पचति पच् धातोः लृट् लकाररूपं कर्तरि किम् इति, उभयपदि धातुः अस्ति. सत्यम्. आं महोदय, भावकर्मणोः किं रूपं? भावकर्मणोः पच्ये पच्यति धातु, अतः पच्यति पच्यते इति पक्ष्यति इति पक्ष्यते इति एकमेव रूपं. कर्मणि कर्तृप्रयोगे रूपद्वयं भवति, पक्ष्यति पक्ष्यते. कर्तृ कर्मणि प्रयोगे तु केवलम् एकमेव रूपं पक्ष्यते इति. अधुना वाक्ये वदति किं महोदय स्वस्य एव भवति वा पक्ष्यति पक्ष्यते? आं भगिनि, आम् अत्र महोदय वाक्यं वदति किं महोदय कर्तृ कर्मणि उभयत्रापि वाक्यं वदति किम्? हा पचति इति कुकिङ्ग् एव महोदय, तदेव. आं महोदय, आम् आम्. माता अन्नं पचति लिट्लकारे पच्यति पच्यते इति कर्मणि पदरूपम्. माता अन्नं पक्ष्यति पक्ष्यते वा पक्ष्यति कर्मणि? कर्मणि पक्ष्य पच्यते एव. वाक्यं वाक्यं वदतु वाक्यं तृतीयरूपम् अन्नं मात्रा पक्ष्यति मात्रा तृतीयरूपं वा तृतीयपक्ष्य महोदय? अत्र अन्नं पक्ष्यते पच्यते पक्ष्यते. धन्यवादः महोदय. अग्रे सरला भगिनी, भवत्याः धातुः कः आसीत्? दातुः आसीत् किम्? अस्तु करोमि, दास्यति इति कर्तरि कर्मणि च वाक्यं वदतु. अस्तु, स्वामी भिक्षुकाय अन्नं दास्यति, स्वामिना भिक्षुकाय अन्नं दास्यते. धन्यवादः भगिनि. अरुणा भगिनी, भवती वाक्यं वक्तुम् इच्छति किम्? भगिनि मोक्षसि मोक्षिष्यति मोक्ष्यते भगिनि, रूपं किं भगिनि? अमोक्ष्यते अमोक्ष्यते ज्ञानेन पुरुषः मोक्ष्यते. पुरुषः ज्ञानेन मोक्ष्यते. किमद् कर्तरि न उक्तवती? अस्तु भगिनि, समीचीनं समीचीनं. कर्तरि प्रयोगे पुरुषः ज्ञानं पुरुषं मोक्षति. धन्यवादः भगिनि. किं वदामि स्नास्यते तदेव स्नास्यते इति वदनेन अर्थं किम् आगच्छति भगिनि कर्मणि प्रयोगे भविष्यत् कालरूपं खलु न न किम् अर्थं किम् अर्थं किं स्नाति स्नानं करोति इति स्नानं करोति एव अस्तु अस्तु स्नास्यति स्नास्यते अहं शुनकं अत्र स्ना धातुः अत्र अकर्मकधातुः अस्ति इति मन्ये भगिनि अकर्मकधातुः अहं भावे प्रयोगे स्नास्यते एतदेव वाक्यं भगिनि अहम् इत्यस्य तृतीया विभक्तिः किं मया स्नास्यते उत्तमं भगिनि अहं स्नास्यामि मया स्नास्यते इति वाक्यं धन्यवादः सरला भगिनी किमपि वक्तुम् इष्टवती एक प्रश्नः अस्ति यथा चेषति चेषति तत्र इडागमः भवति तत्साधु पास्यति दास्यति तत्र इडागमः न भवति कारण कि दा पाये एते धातव अन्यत् सन्ति धातुप्रत्ययोः सेट् नास्ति साधु आं भगिनि सत्यं यद्यपि प्रत्ययः सेट् अस्ति तथापि धातुः अनिट् अस्ति इति कृत्वा इडागमः न भवति अस्तु किन्तु तत्र सूत्रं किम् अस्ति एकाच अनु धातोः कृते तत् यत्र इडागमनं भवति धातु अनेकाच वा एक आमामाम् एकाच वा एकनिमिषम् आर्धधातुकस्य प्रत्ययस्य कृते आर्धधातुकस्य ईड् हलादे अपि नेङ् वशि इति नेङ् वशि अपि अस्ति तत्र भिन्नसूत्रमपि अस्ति नेङ् वशि नेङ् वशि अन्यदपि तदनन्तरमपि अन्यत् अपि सूत्रमस्ति प्रत्ययानां कृते किन्तु अत्र किमस्ति धातूनां कृते किमपि सूत्रं किमपि नास्ति भगिनि धातूनां कृते केवलं सामान्यतया पश्यामः चेत् अजन्तदातवः सर्वे तु अनितः सन्ति आधिक्येन अनितः सन्ति विरलतया सेट् भवन्ति उदाहरणतं भूधातुः कृधातुः तादृशम् उकारान् सर्वे उकारान्तः सर्वे ऋकारान्तः सेटः भवन्ति इति अनन्तरं शिङ्गधातुः शेष्यति इति तदपि शेष्यते इति तदपि केचन धातवः विरलतया यद्यपि अजन्तदातवः सन्ति तत्र सेट् भवन्ति अनन्तरं हलन्तदातवः आधिक्येन सेटः भवन्ति विरलतया केचन दातवः सन्ति ये अनिर्भवन्ति इति सामान्यविषयः अस्तु अत्र किम् अत्र अनन्तरं वयं पठामः अस्माभिः कण्ठस्थीकरणीयं भवति अग्रे गत्वा सेट् दातवः के सन्ति अनिट् दातवः के सन्ति इत्युक्ते सेट् दातवः इत्युक्ते यत्र विरलतया तु अजन्तदातवः सेटः अनितः सन्ति केचनाः सेटः सन्ति इति कृत्वा ये लघु अस्ति ये सेटः सन्ति तेषाम् आवलिं वयं कण्ठस्थीकुर्मः अनन्तरं हलन्तदातवः तु आधिक्येन सेटः सन्ति विरलाः एव अनितः सन्ति इति कृत्वा ये अनितः सन्ति तेषां वयं पाठं वयं कण्ठस्थीकुर्मः अनन्तरं वायुत् इत्यपि अस्ति केचन दातवः सन्ति भवत्या पार्श्वे इति आवलिः अस्ति वा महोदयेन रचितम् अस्ति भगिनि अस्तु तर्हि तदपि कण्ठस्थीकरणीयं भवति अग्रे पश्यामः कस्मिन् पाठे अस्ति तत्र आवलि अत्रैव अर्धधातुकप्रक्रिया इत्यस्मिन् एव आगच्छति युट्लकारात् पूर्वम् आगच्छति अस्तु 15 इति अस्माकं पाठः वर्तते आर्धधातुकप्रकरणम् अस्ति अधुना अग्रे अग्रे सरेम तर्हि लृटि अस्माभिः कर्तुं शक्यते खलु शक्यते खलु अस्माभिः कर्तुं शक्यते रूपाणि सरलानि एव भावे कर्मणि लिट्लकारे अस्माभिः वक्तुं शक्यते कस्तु अग्रे सरेम लिट्लकारस्य विषये पश्यामः कः पठति अधुना कस्य क्रमः अस्ति पुष्पभगिन्याः क्रमः लिट्लकारः कर्मणि भावे एकनिमिष भगिनि लुट् लुट् लुङ् लिट्लकारः कर्मणि भावे च लिट्लकारे कर्तर्ते यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति तस्य तस्य धातोः तत् तत् तत् एव तिङन्तरूपं भवति कर्मणि भावे च केवलं स्मर्तव्यं यत् अत्र भावकर्मणोः इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति यथा भूधातुः कर्तृप्रयोगे बभूव कर्मणि प्रयोगे बभूवे अस्तु तथैव सर्वत्र अतः लिट्लकारः कर्तर्थे यदा पाठ्यते अस्माभिः तदा यानि यानि तिङन्तरूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक तिङ्प्रत्ययैः सह अस्तु तत्र लिट्लकारे कर्तर्थे यत् यत् धातोः तिङन्त यस्य यस्य धातोः तिङन्तरूपं भवति तस्य तस्य धातोः तत् तत् एव तिङन्तरूपं भवति कर्मणि भावे इति वदति कर्तर्थे कथमायाति तद् तदैव कर्मणि एव तिष्ठति इति केवलं स्मर्तव्यं भावकर्मणोः इति उदाहरणार्थं पञ्चधातोः परस्मैपदलिट्लकाररूपम् अस्ति पपाच इति अनन्तरम् अपनेपदलिट्लकारः अस्ति पेथे इति तर्हि यत्र भावकर्मणोः भवति तस्य तु पेथे इति एव रूपं तावदेव भगिनि इति प्रथमपुरुष एकवचनमस्ति बभूव बभूवे इति आं भगिनि आं भगिनि तत्र भिन्ना प्रत्ययः आगच्छन् भिन्नप्रत्ययाः सन्ति अस्माभिः न पठिताः अग्रे गत्वा पठामः तथा वा अस्माभिः कर्तुं शक्यन्ते अधुना वयं प्रथमपुरुष प्रभू वा इति आं भगिनि आं भगिनि प्रथमपुरुष एक अग्रे अग्रे पश्यामः अग्रे अरुणा भगिनी पठति किं भगिनि लुट् रोट् तदेव भगिनि आं भगिनि लुट् रोट् रुङ् आशीर्लिङ् कर्मणि भावे च प्रथम अजन्तदातवः हन् ग्रह् दृश् त्रिषु धातोः धातोः स्यासिट् तासिषु भावकर्मणो कर्मणो रूपदेशे जिन्न ग्रहदृशां वा चिन्वादिच्च इति सूत्रं दीर्घसूत्रमस्ति भावकर्मणविषये आदुधातुक उपदेशे अजन्तधातूनां हन् ग्रह् दृश् च धातूनां विकल्पेन चिन् चिन्वत् कार्यं भवति स्या सिच् सियुत्तासि इत्येषु पदेषु चिन्वत् पक्षे स्या सिच् सियुत्तासीनाम् इदागम भवति पठामि भगिनि आर्धधातुक उपदेशे इत्यनेन आर्धधातुक उपदेश अवस्थायाम् अजन्तदातवः श इत्यनेन लुट् लुङ् च ठास् इत्यनेन लुट् चिच् इत्यनेन लुक् चियुट् इत्यनेन आशीर्लिङ्ग् न तु विधिलिङ्ग् यतोहि इदं सूत्रम् आर्दुधातिके इत्यस्य अधिकारे अस्ति. चिन्वत् पक्षे इडागमः भवति. सर्वत्र नामधातुः अनिच्च चेदपि चिन्वद्भावः इत्युक्तौ छिन् प्रत्यये परे यानि कार्याणि भवन्ति तानि अत्रापि भवन्ति. स्याच्च चिश्च सीयुश्च साश्च तेषाम् इतरेतरद्वन्द्वः स्यासिच्छीयुतास्यः तेषु स्यासिच् सीयुताशिषु भावश्च कर्मश्च भावकर्मणि तयोः भावकर्मणोः अच्च हनश्च ग्रहश्च दृश्च तेषाम् इतरेतरद्वन्द्वः अज्जनग्रहदृश तेषाम् अज्जनग्रहदृशां छिनि इव चिन्वत् स्यासिच्छीयुताशिषु सप्तमन्त्रं भावकर्मणोः सप्तमन्त्रम् उपदेशे सप्तमन्त्रम् अजक्षणग्रहदृशां षष्ठन्तं वा अव्ययपदं चिन्वत् अव्ययपदम् इत् पदमान्तं च अव्यय च अव्ययपदम् अनेकपदमिदं सूत्रम् आर्धजातिके इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः अनूत्तिसहितसूत्रम् आर्धजातुक उपदेशे अजजनग्रहदृशाम् अङ्गानां वा चिन्वत् इच्च स्यासिच्छीयुताशिषु भावकर्मणोः चतुर्लकारेषु लुट् लुट् हुट् लुङ् आशीर्लिङ्गु कर्मणि भावे च प्रक्रिया अत्र दत्तं. प्रथमम् अजन्तदातवः हन् धातु लृट् अपि दत्तं य इत्यस्य लृट् लकारस्य अपि ग्रहणं भवति किन्तु वयम् अधुनैव लृट् लकारं पठितवन्तः अत्र तु किमपि नासीत्. किन्तु अत्र किम् अस्ति, कः भेदः इत्युक्ते वा इति दत्तमस्ति, विकल्पेन अन्यत् रूपमपि भवति लृट् लकारस्य कृते. एतावत् परिपर्यन्तं वयं यत् कृतवन्तः पास्यति पास्यते इति समानं रूपम् इति, तद् तस्य अपेक्षया अन्यत् अपि रूपं भवति, तस्मिन् विषये अधुना पठामः. केवलं लृटि अन्यत् रूपम् इति नास्ति, कुत्र कुत्र अन्यत् रूपं भवति, अस्मिन् कस्मिन् लकारे लृट् लृङ् लुट् आशीर्लिङ्ग् इत्यत्र सर्वत्र भिन्न विकल्पेन अन्यत् रूपमपि भवति इति. पुनः न अवगतं, किं वदति भगिनि? अहं न अवगतम्. कं पृच्छ कां पृच्छति भगिनि? सरला भगिनी पृच्छति वा मां पृच्छति वा? भवतीं पृच्छति. न न, सरला भगिनी अपि भगिनी अपि किमपि वक्त वदन्ती आसीत्, अतः मम भ्रमः जातः. लकारे अपि लृङ् लकारे आगच्छति, यस्यातसि लृट् इति सूत्रेण सीयुट् आशीर्लिङ्ग् तत्र आगच्छति. साधु सीयुट् यथा वयं विधिलिङ्ग् इति तत्र आत्मनेपदे तत्र आगच्छति. सिच् अहं न जानामि कुत्र आगच्छति. लुङ् श्ली लुङ् इति आगच्छति, श्ली लुङ्गि प्रथमं श्ली आगच्छति लुङ्गि, अनन्तरं श्ली इत्यस्य स्थाने पुनः सिच् इति विधानं भवति. श्ली श्लीलुङ्गि इति सूत्रमस्ति, अनन्तरं श्लीलुङ्गि इत्यस्य स्थाने श्ली इत्यस्य स्थाने सिच् प्रत्ययः अग्रे आयाति. अस्तु अस्तु, सो तत्र द्वे रूपे चिन् तत्र आगच्छति, रूपद्वयं भवति इति अवगन्तव्यम्. एतेषु एतेषां लकाराणां तु रूपद्वयं भवति भावकर्मणोः विषये. अनन्तरं भगिनि कुत्र कुत्र भवति? सर्वेषां धातूनां रूपद्वयम् इति नास्ति. अजन्तधातूनाम् अजन्तधातूनां हन् ग्रह दृश् धातूनाम् एव विकल्पेन पश्यामः किं रूपम् इति पश्यामः. प्रथममपि वैशिष्ट्यं किम् अस्ति अस्माकं वैकल्पिकं रूपस्य वैशिष्ट्यद्वयं वर्तते. एकमस्ति इदागमः इति, इकारः यद्यपि अनिट् अस्ति, अनिट् धातूनामपि धा धातुः अनिट् अस्ति, तथापि तस्य तु इडागमः भवति इति इडागमः इति प्रथमविषयः. द्वितीयविषयः अस्ति अत्र चिन्वद्भावम् आरोपितं भवति. चिन् इति प्रत्ययः वर्तते, तर्हि चिन् प्रत्ययस्य यत् स्वभावम् अस्ति तत्सर्वं तस्य यानि सूत्राणि सन्ति तानि सर्वाणि अत्रापि प्रसक्तानि इति द्वितीयवैकल्पिकरूपे. चिन् इत्यस्य किं किं चिन्वद्भावः इत्युक्ते किम् इति अग्रे पश्यामः. किं किं सूत्रम् आगत्य कार्यं करोति, चिन्वद्भावम् आरोपितं भवति इति कृत्वा तस्य तस्य सूत्रस्य प्रसक्तिः अस्ति, किं किं कार्यं भवति इति अग्रे पश्यामः. किन्तु यत् स्मर्तव्यम् इत्युक्ते उपदेश अवस्थायाम् इत्युक्ते प्रक्रियायाम् उपदेश अवस्थायाम् इति स्मर्तव्यं, केवलम् औपदेशिकधातुः इति नास्ति, आतिदेशिकधातूनामपि उपदेश अवस्थायां लकारस्य अवस्थायां यदि किमस्ति अजन्तधातूनां हन् ग्रह् दृश् एतेषां धातूनां किमस्ति सिच् सिच् इति प्रत्ययाः यत्र आगच्छन्ति इत्युक्ते लृट् लृङ् लुट् लुङ् आशीर्लिङ् इत्येते लकार इत्येतेषु लकारेषु विषयद्वयं वर्तते भावकर्मणोः विषये. वैकल्पिकं रूपमपि वर्तते. वैकल्पिकं रूपम् इत्युक्ते किम्? अत्र इडागमः भवति, सर्वेषां धातूनाम् इडागमः भवति, अनिच्छेदपि इडागमः भवति, अनन्तरं चिन्वद्भावम् आरोपितं भवति. अवगच्छति खलु सूत्रस्य सारांशः? अवगच्छति खलु चिन्वद्भावम् इति अग्रे अग्रे पठेम. मणिमहोदय पठति किं महोदय? धन्यवादः भगिनी. एकः प्रश्नः अस्ति, तत्र सूत्रे सन्धि अस्ति खादु उपदेशे हकारस्य झकार भवति, कथं भवति तत्र? आं भगिनि, अत्र तु हकारस्य अजित्यस्य तु वयं तु जानीमः. एकनिमिषम्. अत्र जकारस्य प्रभावेन हकारस्य झकारः भवति खलु, श्रुत्वसन्धिः अस्ति किं? श्रुत्वसन्धिः कार्यं करोति वा जकारं हकारस्य? न न, कुहोचुक् इति परे हल् वर्णः अस्ति चेत् एव, हलि परे एव खलु कुहोचोः भवति. धन्यवादः महोदय. उक्तवान् किं महोदय? महोदय किं सूत्रं किम् उक्तवान्? कुहोच्युः सूत्रं वदति ककारस्य सूत्रसन्धिः इति मन्ये खलु, अच्युत्यस्य सूत्रसन्धिः भूत्वा हकारस्य जकारः भवति इति. कार्यं भवति तदनन्तरं जश्वं भवति जलाञ्जसि, तत् जलाञ्जसि जकारः आगच्छति. जकारः कथं भवति हकारस्य स्थाने? तत् सूत्रसन्धिः भगिनी भगिनी स्तोः सुनाश्युः इत्यनेन यत्र चकारः अपि अस्ति खलु, चकारः अपि चवर्गीय अपि स्तोः सुनाश्युः इत्यस्मिन् आपतति खलु, तर्हि स्तोः सुनाश्युः इत्यनेन हकारस्य झकारः, अनन्तरं जकारस्य प्रभावेन जलां जस्यसि इत्यनेन चकारस्य जकारः भवति. महोदय छिन्नद्भावः इति उक्तौ, यः प्रत्ययः धातुतः विद्यते सः चिन्वत् अस्ति, अतः तदनुसृत्य कार्यं धातौ भवति. यद्यपि युक्तः सि इति प्रत्ययः नित् न सन्ति, तथापि अत्र नित्वम् अति आरोपितं तेषु, तदनुसृत्य सच् च कार्यं विधीयते. यत्र चिन्वद्भावो भवति तत्र इमानि कार्याणि भवन्ति यथासङ्गम्. अत्र दत्तं चिन्वत् भावः इत्यस्य अर्थः धातुः चिन्वत् उदाहरणं श्यधातुः लिरिट् लकार क्षम्यतां महोदय हन् धातुः अजन्तधातुः ग्रहधातुः इति विधीयते चिन् चिन्वत् भवति अतः अत्र चिन् तेषां चिन्वत् इति उक्तम् अत्र तदेव अतः चिन्वत् भवति चिन्वत् भवति इति अनन्तरं अत्र सदा अत्र नित्यं भवति इति तदर्थं महोदय अन्यमपि अत्र वक्तुम् इच्छति वा न न महोदय पुनः अग्रे भवान् वदतु महोदय अत्र चिन् इति प्रत्ययः वर्तते चिन् इति प्रत्ययः तर्हि चिन् प्रत्ययस्य यत् भावं तत्तत् आरोपितं भवति चिन् इति प्रत्ययस्य प्रथमविषयः कः इत्युक्ते नित् अस्ति खलु चिन् प्रत्ययः नकारस्य इत्सुन्या भवति हलन्त्यम् इत्यनेन इति कृत्वा नित् अस्ति इति कृत्वा नित् इत्यस्य यत् कार्यमस्ति तत् सर्वम् आगच्छति चिन्नद्भावेन इति कृत्वा वयं चिन् इति प्रत्ययः णित् प्रत्ययः इति वदामः नकारः लोपः भवति लोपः वा हलन्त्यम् इत्यनेन लोपः भवति खलु तस्य लोपः अनन्तरं मनि इति तिष्ठति इति मन्ये चकारस्य अपि लोपः भवति केन सूत्रेण महोदय नकारः लोपः इ एव तिष्ठति इ एव अवशिष्यते नकारः लोपे लोपः चिन् इति प्रत्ययस्य कृते अत्र तु चिन् प्रत्ययः न आगच्छति केवलं तद्भावम् आरोपितं भवति तर्हि चिन्नद्भावम् इत्युक्ते किं चिन् तु नित् प्रत्ययः अस्ति खलु नकारः इत्यस्य सः इति कृत्वा तत्र केचन सूत्राणि सन्ति नित् प्रत्ययानां कृते तत्सर्वम् आगच्छति अक्षत् प्रत्ययः न विददाति किन्तु भावमेव आरोपितं भवति तावदेव इमानि कार्याणि सन्ति इति अत्र महोदयेन अत्र अग्रे उक्तमस्ति पठतु महोदय अग्रे अचोपदायः इत्यासाम् इत्याभ्याम् अचोनिङ्गस्य वयं जानीमः वयं कुत्र पठितवन्तः वयम् अचोनिति अतोपदायः इति निच् प्रत्ययस्य अपि पठितवन्तः यत्र स्वाध्यायनि कति समानमस्ति अचोनिति नित् अस्ति इति कृत्वा निच् प्रत्ययः अपि नित् अस्ति इति कृत्वा अचोनिति अतोपदायः इति कार्यम् अत्र चिन् प्रत्ययः अपि निच् अस्ति इति कृत्वा अचोनिति अतोपदायः इति सूत्रयोः प्रसक्तिः द्वयोः अपि सूत्रयोः अग्रे महोदय चिन् कृतौ इत्यनेन युगाहमः सूत्रं वदति चिन्वत् भवति इति तदेव महोदय अनन्तरं युक्तागमः भवति इति कुत्र कुत्र युक्तागमः इति अनन्तरं पश्यामः सूत्रस्य विवरणम् अनन्तरं पश्यामः किन्तु युक्तागमः भवति इति अवगन्तव्यं हो हन्ते निन्नेषु उच्चारेण हन् धातोः कुत्वं भवति अनन्तरं चिन्ना मुलोर् दीर्घो अन्यतरस्याम् इत्यनेन मिदं विकल्पः उपधा दीर्घः घातः इति भवति खलु घात इति भवति घा इति अस्तु महोदय साधारणतया मिदां ह्रस्व इति ह्रस्वं भवति परन्तु अत्र दीर्घो भवति वा अत्र तु विकल्पेन उपधा दीर्घ उपधा दीर्घः भवति आम् विकल्पेन भवति दीर्घः इति दत्तमस्ति अतः कुसन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति किं शारदात् कार्दात् गन्तलघुपदस्य च इति किम् इत्यस्य कृते कुदलपतिस्य गुणः भवति उपधायां एकवर्णः आददातुप्रत्ययः भवति अत्र भवति महोदय शारदातु कुदलपतिस्य कार्यं कृत्वा इदानीमेव अहं प्रस्तवान् भवानेव उक्तवती तर्हि किं किं कार्यं वृद्धिकार्यं भवति अचोणित्य अतोपदायः इति न उपदायः वृद्धिः भवति अजन्तदातूनां कृते महोदय अत्र पुगन्तलघुपदस्य सार्वधातुक आर्धधातुकयोः इति प्रभादि अचोणित्यकार्यं करोति सार्वधातुक आर्धातुकयोः कार्यं न करोति अचोनिति इत्यनेन वृद्धिः भवति अनन्तरं ह्रस्वकारः उपादायम् अस्ति चेत् अतोपदायः इत्यनेन वृद्धिः भवति आकारः भवति तस्य आतो युक् किं कृतोः आकारः अन्ते अस्ति चेत् इति मन्ये युक्कागमः भवति अनन्तरं हन्धातोः कृते घकारः भवति कुत्वं भवति इत्युक्ते हकारस्य स्थाने घकारः भवति नकारस्य अपि लोपः भूत्वा हकारस्य दीर्घत्वं भवति इति मन्ये घा इति भवति अनन्तरं छिन्नमूलो दीर्घो अन्यतरस्याम् इत्यनेन मित्संज्ञकानां विकल्पेन उपधा दीर्घः भवति इति पश्यामः एकैकं स्वीकृत्य पश्यामः अनन्तरं स्पष्टं भवति अस्तु अग्रे कस्य क्रमः अस्ति सरला भगिनी पृच्छतु अत्र प्रश्न उदेति आर्धधातुकस्य वलादे सप्तमदासे द्वितीयपादे पञ्चत्रिंशत् सूत्रं तस् इत्यस्य परत्वात् कथं न प्राप्नोति अनेन एव यदागमो भवेत् इदानीं प्रश्नः उदेति यदाचित् सूत्र सीस्य सचसि सि उतासिषु भव भावकर्मणो उपदेशे जिझन् गृहदशां च चिन्वत् कार्यं द्वे तत्र भवतः एकमस्ति चिन्वत् भवति अन्यमस्ति इदागम भवति यदि इदागम आगच्छति अनेन सूत्रेण कथम् अर्धधातुकवलादे तस्मात् एन सूत्रेण अनेन न भवति अस्य चिन्तनम् अग्रे आगच्छति अत्र महाभाष्यश्लोकः अस्ति चन् वृद्धि युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति इत् द्वितीयपङ्क्ति अस्ति इत् चासिद्धस्तेन मे लुप्यते नित्यश्चायं वलिनिमित्तो विघाति महाभाष्यश्लोकः तस्य अधो भागे विवरणम् अस्ति अत्र स्य सिच् सियुट् तासिषु भावकर्मणो रूप उपदेशे झन् ग्रहदशां वा चिन् वदित् च इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः यथोक्तं चिन् वद्भावेन वृद्धि युक् आगम हन् धातोः कुत्वं मितां वैकल्पिक उपधा दीर्घ इदं सर्वभाष्यवाक्यस्य प्रथमपङ्क्तौ सो यथा श्लोकस्य प्रथमपङ्क्तिः अस्ति चिन् वद्युच् अन्तेश्च गत्वं दीर्घश्चोक्तो यो मितां वा चिणोति चिनीति इति महाभाष्य वदति महाभाष्य श्लोकम् अर्थम् अस्ति चत्वारि सूत्राणि उपरि दृष्टवन्तः ये कार्याणि यदि चिन्वत् भवति इनित्वत् भवति अभ्यारोप्यते तत् कार्याणि कानि सन्ति तस्य विवरणमस्ति चिन्वद्भावेन चिन्वत् इति चिन्वत् अध्यारोपणेन अनित्वत् अध्यारोपणे वृद्धिः आगच्छति अचोन्यनति अतोपधाय अनेन सूत्रयोः युक् आगमः आतो युक् चिन् कृतो अनेन सूत्रेण हन् धातोः हन्तेषु इत्यनेन हन् धातोः कुत्वं भवति. सो हन् धातोः कुत्वं हन्तेश्च तत्र सूत्रे अस्ति. मितां वैकल्पक अन्तिमसूत्रमस्ति चण् मुलोधीको अन्यतरस्याम् अनेन मितां वैकल्पिक विकल्पेन मितां उपधाधिक भवति. इदं सर्वभाषस्य प्रथमपङ्क्तौ. सो प्रथमपङ्क्ति वयं अवगच्छामः. इदानीं द्वितीयपङ्क्ति तत् तृतीयपङ्क्तोः च इदागमस्य प्रसङ्गः. सो प्रथमपङ्क्ते ऋत्वद्भावः तस्य प्रसङ्गः आगच्छति. द्वितीय पङ्क्तौ इदागमस्य चिन्तनम् अस्ति. इत् चासिद्धस्तेन मे लुप्ततेनिः इत्यनेन ऋजन्तप्रसङ्गे इदागम सन् अपि नेर निति इत्यनेन ने लोपः कथमिति अग्रे उच्यते. तदा नित्यश्चायमिति अयं चिन्वादिनित्य कृते अपि वलादिलक्षण प्राप्नोति. अकृते अपि न ह्यं न हि अयं वलादित्वम् अपेक्षते. अस्मिन् अस्तु कृते वलादिलक्षणम् ईं न प्राप्नोति. तस्मात् वलिनिमित्तम् इदनित्यं विघात इत्यनेन निमित्ता अभावत् प्रवृत्तिसो स्यासीति विघाति. यदि इदागमः भवति तत् अस्ति चासिद्धस्तेन मे लुप्यतेनि तदि इति इत्यनेन ऋजन्तप्रसङ्गे इदागमः सन् अपि नेरनिति यथा नेरनिति तस्य सूत्रस्य परिभाषा अस्ति. यदि लोप भवति यदि आर्धधातुकम् इडागम यत्र परे यस् आर्धधातुक इडागम न भवति तत् निमित्तम् अस्ति नेननिति तस्य पूर्वस्थित्यनिकारस्य लोपः भवति. किन्तु अनेन सूत्रेण यथा ऋत्वद्भावः भवति तेन इडागम ऋजन्तप्रसङ्गे इडागम सन् अपि नेरनिटि इत्यनेन रीलोप अत्र नेरनिटि इडागम भवति ऋत्वत् भूत्वा इडागमस्य चिन्तनम् अपि अस्ति अपि रेणनिटि तस्य बाधितं न भवति. रेणनिटि अपि कार्यं करोति. साधु इत्यस्यापि लक्षणं वदति. अनन्तरं चिन् इत्यस्यापि लक्षणम् उक्त्वा अत्र किम् अस्ति णी अनन्तरं वदति. प्रथमं तु चिन् इत्यस्य लक्षणानि वदन्ति. चिन् वद् इत्युक्ते किम् इति वृद्धिः य युक्त युच्छत्वम् दीर्घश्च उक्तो अनन्तरं मित् दीर्घः भवति यो मितां वा इति चिनि इति अनन्तरम् इत् च असिद्धः तेन मे लुप्यते इत्युक्ते अत्र नेरनिति चिनेन यत्र इडाग यत्र किमस्ति आं नेरनिति इत्यनेन निजन्तप्रसङ्गे इडागमः यद्यपि भवति तथापि नेरनिति इत्यनेन नीलोपः भवति इति. अनन्तरं इति भवति किन्तु यत्र इडागमः भवति तत्रापि नेरनिति कार्यं करोति वा इति प्रश्नः आगच्छति खलु. किमर्थम् इत्युक्ते साक्षात् प्रत्ययः परे नास्ति. अत्र तु णिच् प्रत्ययः तु उपादायं वर्तते. इकारः मध्ये आगत्य उपविशति तथापि निच् प्रत्ययस्य इकारस्य लोपः भवति वा इति प्रश्ने सति स्थापि भवति इति वदति भाष्यकारस्य वदनम्. इदागमः चेदपि नेरनिति इत्यस्य कार्यं निश्चयेन भवति इति. अनन्तरमस्ति अत्र किम् अस्ति वल्निमित्तिकस्य अनित्यत्वं सूचयति इत्युक्ते यत्र वयं कृताकृतप्रसङ्गं कुर्मः खलु नित्यसूत्रम् इत्यस्मिन् विषये कः नित्यः इति अत्र तु परसूत्रम् अस्ति इति कृत्वा आर्धधातुकस्य इद्बलादेः इति वक्तुं न शक्यते. अत्र तु कृताकृतप्रसङ्गं यत् अस्ति, वयं यदि यदि वयम् आर्धधातुकस्य इद्बलादेः इति सूत्रं पूर्वं कार्यं करोति चेत् इति कार्यं करोति, सूत्रद्वयस्य प्रसक्तिः अस्ति. अधुना अस्माकं तासिषु इति वा चिन्वद्युट् च इत्यस्य सूत्रस्य प्रसक्तिः अस्ति, अनन्तरम् आर्धधातुकस्य ईड्वलादिः इत्यस्यपि प्रसक्तिः अस्ति. अधुना वयं किं प्रथमं कार्यं करोति इति पश्यामः चेत् आर्धधातुकस्य ईड्वलादेः इति प्रथमं कार्यं करोति चेत् तत्तु अनित्यः अस्ति, केषाञ्चन धातूनामेव आगच्छति, केषाञ्चन धातूनां नास्ति. किन्तु यत्र यत्र आर्धधातुकस्य ईड्वलादेः इति कुत्रचित् एव किमस्ति यदि प्रथमं कार्यं करोति चेत् अनन्तरं वयं सिन्वद्युडच इति सूत्रस्य कार्यं कुर्मः चेत् सर्वेषां धातूनां इडागमः भवति. अनन्तरं यदि वयम् एतत् पूर्वं कुर्मः चेत् आर्धधातुकस्य इडवलादेः इति किं भवति तत्र तस्य कार्यं न भवति, अकृतेपि अकृतेपि न हि अयं बलादित्वम् अपेक्षते, बलादित्वं न अपेक्षितमेव भवति. प्रथममेव अस्माकं चिन्वदीक्ष वा चिन्वदीक्ष इति सूत्रेण इदागमः भवति चेत् बलादित्वं न अपेक्षते, आवश्यकम् इति नास्ति इति कृत्वा अनित्यम् अस्ति इति कृत्वा अनित्यत्वात् अस्माकम् अत्र नित्यसूत्रं भवति चिन्वदीक्षु तासिषु इति सूत्रं नित्यसूत्रं भूत्वा तस्य कार्यं भवति इति. तर्हि भ्रमः मास्तु, प्रथमपङ्क्त्यां चिन्वद्भावस्य विषयः उक्तमस्ति, द्वितीयभागे यत्र इदागमः भवति तथापि नेरणिति तस्य कार्यं भवति इति तत्र अधुना अस्माकं चर्चा नास्ति, तस्मिन् विषये अनन्तरं पश्यामः. तृतीय भागः यत् अस्ति तस्मिन् भागे उक्तमस्ति वल्निमित्तिकं यत् इडागमः अस्ति तत्तु अनित्यः अस्ति इति कृत्वा एतस्य सूत्रस्य एतत् सूत्रं कार्यं करोति, बलवद् भवति इति. तर्हि इडागमः केन सूत्रेण इति प्रश्ने सति यद्यपि यद्यपि सेत् दातवः सन्ति, बलादि प्रत्ययः अस्ति, तथापि अनेन सूत्रेण यस्मिन् पक्षे चिन्वद्भावम् आरोपितं भवति तस्मिन् पक्षे अनेन सूत्रेण एव इडागमः भवति, न तु अनेन न तु आर्धधातुकस्य बलादेः नित्यं भवति. अस्य तु नित्यं भवति इति सत्यं भगिनि, यस्मिन् पक्षे चिन्वत् नास्ति तस्मिन् पक्षे आर्धधातुकबलादि इति कार्यं करोति. यत्र भविष्यति पूर्वं यत् उक्तवन्तः दास्यते सा धातोः कृते दास्यते इति रूपं साधितवन्तः, अनन्तरं भविष्यते इति रूपं साधितवन्तः. तत्र तु भविष्यते इत्यस्मिन् निदागमः आर्धधातुकस्य द्वलादेः इत्यनेन, किन्तु यत्र चिन्वद्भावं अन्य विकल्पेन रूपं यत्र साधयामः तत्र तु चिन्वद्भावेन यत्र इडागमः भवति तत्तु अनेन सूत्रेण एव भवति, नित्यं भवति अनेन सूत्रेण भवति. अग्रे अपि पठित्वा विरमामः, इतोपि पञ्चदशनिमेषाः सन्ति. अस्तु, पठिष्यति पुष्पा भगिनी, पठतु अत्र बलादिलक्षणे इति. अत्र वलादिलक्षणे कृते इत्युक्ते यत्र आर्धधातुकस्य इद्वलादे हे इत्यनेन इरागमः भवति तस्य इरागमे सत्यपि चिन्वत् पक्षे इरागमः पुनः भवति एव. द्वे समये विपरीतत्वेन नास्ति, अतः चिन्वद्भावस्य इरागमः नित्यः. अस्तु, तर्हि आर्धधातुक आर्धधातुकबलादि इति यद्यपि परसूत्रं चिन्वत् पक्षे यसि सियुच् तासिषु भावकर्मणो रूपादेश अज्जन ग्रहदृशां वा चिन्वदित् च इत्यनेन एव इरागमः। व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं संनियोग संनियोगशिष्टं संनियोगशिष्टानां सह प्राप्तिः चिन्वपक्षे इरागमः इत्यनेन विशिष्टबलेन आर्धधातुकस्य बलादे इति सूत्रस्य प्राप्तिः नास्ति। अस्तु भगिनि, तत्र द्वे अपि विपरीतत्वेन कार्यं करोति इति वदति, परन्तु परसूत्रं चिन्वपक्षे तद् कार्यं करोति इति वदति। आं भगिनि, आमां वदतु भगिनि। तत्तु ध्वनिस्त अस्ति, परन्तु मया पठितं आद्यधातुकस्य द्वलादेः परस् तत्तु परसूत्रम् आगच्छति, परसूत्रम् अस्ति तथैव शशिच्युट् ताशिषु तद् कार्यं करोति, तदेव इरागमः तद् कारणेन एव इरागमः भवति। परन्तु अस्तु, तदेव विषयः अस्ति, तद् नित्यं भवति इति कृत्वा कार्यं करोति। अनन्तरम् अन्यदपि कार्यमस्ति, यत् अस्ति अत्र संनियोगशिष्टम् इति अस्ति, इत्युक्ते अत्र चिन्वत् पक्षे यत्र चिन्वद्भावः इडागमः च एकेन एव सूत्रेण आरोपितं भवति खलु, तर्हि एकमेव कार्यं सम्भवति, अन्यत् न सम्भवति इति कदापि न भवति। द्वयोः अपि मिलित्वा तत्र तत्र किम् अस्ति, तत्र विधीयते, उभौ अपि मिलित्वा विधीयते इति कृत्वा संनियोगविष्टः इति वयं वदामः, शिष्टः इति। तर्हि संनियोगविष्टं यत्र भवति तत्र सह प्राप्तिः भवति, एकं भवति अन्यत् न भवति इति कदापि न आगच्छति एव। द्वयोः अपि प्रवर्तनं निश्चयेन करणीयं, मिलित्वा करणीयम् इति अस्ति इति कृत्वा अत्र चिन्वद्भावः चिन्वत्पक्षे चिन्वद्भावः भवति एकेन एव सूत्रेण भवति, नित्यकार्यं नित्यं भवति, सर्वेषां धातूनामपि तद् सूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति इति। अत्र भिन्नरीत्या अपि वदामः चेत् विशिष्टसूत्रमस्ति, यदि तस्य कार्यं न करोति चेत् निरवकाशं भवति खलु, तत्र यत्र कार्यं न करोति तत्र तु सूत्रस्य निरवकाशं भवति इति कृत्वा कार्यं करोति एव, विशिष्टत्वेन अत्र कस्य कार्यं भवति इति वयं वदामः। अस्तु, धन्यवादः। अरुणा भगिनी अग्रे पठति किं भगिनि? अत्र तावदेव अस्ति इति मन्ये, अनन्तरं तु महोदय आर्दासकस्य द्वलादेः इति पुनः स्मारितवान्। आं भगिनि, यस्मिन् पक्षे चिन्वद्भावः नास्ति, धातुः सेट् अपि च प्रत्ययः वलादे इति चेत् आर्धधातुकसिट्वलादे इत्यनेन इरागमः विधीयते। उदाहरणं वदतु, यत्र चिन्वत्पक्षः नास्ति, अनन्तरं सेटस्य धातुः सेट् प्रत्ययः अपि वलादिः अस्ति इति उदाहरणं, भविष्यते इति आगच्छति खलु, पठिष्यते इति इदानीमेव भावकर्मणोः कर्तरि भविष्यति इति, किन्तु कर्मणि तु भविष्यते इति आगच्छति इति पठितवन्तः, तर्हि भवि इति इडागमः अभवत्, भूधातुः तु इडागमः भवति, अनन्तरं तत्र तु भूधातुः सेत् अस्ति इति कृत्वा इडागमः भवति, तस्य प्रत्ययः वलादि अस्ति इति कृत्वा इडानुकूलः अस्ति इति कृत्वा तत्र इडागमः भवति इति कृत्वा तत्र तु भविष्यते इति रूपे तु आर्धधातुकस्य इडवलादेः अनेन सूत्रेण इडागमः जातः किन्तु यत्र धा धातुः अस्ति अत्र प्रसक्तिः अनित् अस्ति धातुः इति कृत्वा प्रसक्तिः न अस्ति. अनन्तरम् अन्तिमवाक्यमपि पठतु भगिनि. चिन्वद्भावः विकल्पेन भवति इति उक्तमस्ति खलु. चिन्वद्भावः विकल्पेन भवति, अतः सर्वेषाम् अजन्तधातूनां भावकर्मणोः रूपद्वयं भवति. हन् ग्रह् दृश् इत्येषामपि भावकर्मणोः रूपद्वयं भवति. सारांशमस्ति, चिन्वद्भावविकल्पेन आगच्छति, ततः चिन्वत् पक्षे एकरूपं, चिन्वदभावे अन्यरूपं, तथा अजादिप्रत्ययेषु अजन्तधातूनां हन् ग्रह् दृश् धातुषु अपि भावकर्मणोः रूपद्वयं निष्पन्नं भवति. उत्तमं भगिनि, धन्यवादः भगिनि, सम्यक् प्रतिपादितम्. अत्र प्रश्नाः सन्ति किल? एतावत्पर्यन्तम् सन्नियोग पुनः पुनः वदतु भगिनि, सन्नियोगशिष्टं किमर्थम्? सन्नियोग योग इत्युक्ते किं? मेलनम् इति अस्ति खलु. सन्नियोग इत्युक्ते मिलित्वा, यत्र सम् इति उपसर्गः, नियोग इति योग इति एव नि उपसर्ग उपसर्गः आगच्छति. तत्रैव योग इत्यस्य अर्थमेव वैशिष्ट्यं करोति, तदेव इतोपि एम्बलिश् करोति. तर्हि सन्नियोग इति मिलित्वा आगच्छति इति, मिलित्वा आगच्छति इति एव अर्थः सन्नियोग इति. सन्नियोगशिष्टः इत्युक्ते यत् शिष्टम् अस्ति अत्र, शिष्यते इत्युक्ते आरोपितं भवति इति. धन्यवादः. शिष्टः दत्तमस्ति इति तादृशप्रयोगः स्यात्. तः प्राप्तिः इत्युक्ते तादृशकार्यं संयोग मिलित्वा यत् कार्यं कार्यद्वयं सम्भवति. उदाहरणम् अन्यदपि अस्ति खलु, यत्र वयं संयोगशिष्टः इत्येव तत्रापि वदामः, यत्र उरण्ड्रपरः इति गुणकार्यं भवति, ऋकारस्य गुणकार्यं भवति खलु. तत्र तु ऋकारत्वम् आगच्छति, रेपः आगच्छति, अकारः आगच्छति. गुणवर्णः तु अकारः अस्ति, उरेन्द्रपरः इति रेपः अस्ति. तत्रापि कार्यद्वयं सर्वदा मिलित्वा एव आगच्छति. एकं ऋकारस्य गुणकार्यम् अकारः भवति, किन्तु रेपः न भवति इति कदापि न भवति. तत्र द्वयमपि मिलित्वा एव सङ्गच्छति सर्वत्र. तस्य तत्रापि तथा वक्तुं शक्यते, यत्र कार्यद्वयम् उभय मिलित्वा सम्भवन्ति. अत्र तु विषय अत्र तु एकस्मिन्नेव सूत्रे दत्तमस्ति, चिन्वद्भावः इडागमः इति मिलित्वा दत्तमस्ति. तत्र तु सः प्राप्तिः निश्चयेन भवति इति उभयोः अपि. धन्यवादः. धन्यवादः. तर्हि विरमामः किम्? शुभरात्रि. धन्यवादः. धन्यवादः. शुभरात्रि.